नेहाभिक्रमणाशोस्ति प्रत्यायो न विद्यते स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् व्यवसायात्मिका बुद्धिः एह कुरु नन्दन बहुशाखायनन्ताश्च बुद्धयो व्यवसायिनाम् यामि मां पुष्पितं वाचं प्रवदन्त्यभिपश्चितः वेदवादरदापात् नान्यदस्तीति वादिनः कामात्मानः स्वर्गपरः जन्म कर्म फलप्रदा क्रिया विशेष बहुला भोगैश्चर्या गतिं प्रति भोगैश्चर्या प्रसक्तानां तया पाहित चेतसां व्यवसायात्मिका बुद्धिः समाधो न विधीयते तैगुण्या विषया वेगः निस्त्रैगुण्यो भवार्जुन निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षम आत्मवान् या नत्वा उदपाने सर्वदा संप्लुतोदके तावन् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भु मा ते सङ्गोऽस्तु कर्मणि योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय सिद्ध्यसिद्ध्यो समो भूत्वा समत्वम् योग उच्यते दूरेण ह्यवरम् कर्म बुद्धियोगात् धनञ्जय बुद्धौ शरणमन्विच कृपाणः फलहेतवः बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् कर्मजम् बुद्धियुक्ता हि फलम् त्यक्त्वा मनीषिणः जन्मबन्धाभिनिर्मुक्तः परम् गच्छन्त्यनामयम् यदा ते मोहकलिलम् बुद्धिर्व्यतीतरिष्यति तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च।